अथ प्रभावपद्धतिः तृतीया श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् उन्नतानामवनतिः नतानां यत्र चोन्नतिः वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् उन्नतानामवनतिः नतानां यत्र चोन्नतिः निःशेषमम्बरतलं यदि पत्रिका स्यात् तार्णवी यदि समेत्यमशीभवित्री भक्तासहस्रवदनः पुरुषः स्वयं चेत् लिख्येतरङ्गपतिपादुकयोः प्रभावः वेदोपब्रह्मणकुतूहलिना निबद्धम् विश्वं भराश्रुतिभवेन महर्षिणा यत् व्यासेन यच्च मधुसूदनपादरक्षे द्वे चक्षुषी त्वदनुभावमवेक्षितुम् नः प्रत्यक्षयन्ति परिशुद्धधियो यथावत् रामायणे रघुपुरन्दरपादरक्षे शश्वत्प्रपञ्चितमिदम् परयैव वृत्त्या सङ्क्षेपविस्तरदशासु तवानुभावम् अल्पश्रुतैरपि जनैरनुमीयसे त्वम् रङ्गेशपादुनियतम् निगमोपगीता सारं तदर्थमुपबृंहयितुं प्रणीतम् रामायणं तव महिम्नि यतः प्रमाणम् तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत्पादुके तत्तादृक्प्रथनायतावकगुणग्रामाय रामायणम् यस्यासीदरविन्दसम्भवधूमञ्जीरशिञ्जारवस्पर्धादुर्धरपादबद्धपणितिर्वल्मीकजन्माकविः भक्तिप्रह्वपुरप्रभञ्जनजटावाटीसनीडस्फुरच्चूडारग्वधवासनापरिमळस्त्याने स्तुमः पादुके रङ्गक्षोनिभृदङ्घ्रिपद्मयुगळी पूर्णप्रपत्तेः फलम् निश्चिन्वन्ति विपश्चितः शमधना नित्यं यदुत्तं सनम् मातर्माधवपादुके तव गुणान् कस्तोतुमस्तोकधीः कोटीरेषु यदर्पणप्रणयिनाम् सेवाक्षणे स्वर्गिणाम् अन्योन्यम् क्षिपतामहम् प्रथमिकाः सम्मर्दकोलाहलम् विश्वक्सेन विहारवेत्रलतिका कम्पश्चिराल्लुम्पति योषिद्भूतदृशन्त्यपोढशकटस्थेमानि वैमानिकस्रोतस्विन्युपलम्भनानि भसितो दञ्चत्परीक्षिन्ति च दूत्याद्दिष्वपि दुर्वचानि पदयोः कृत्यानि मत्वेव यत् धत्ते तत्प्रणयम् तदेव चरणत्राणम् वृणे रङ्गिणः वन्दे तन्मधुकैटभारिपदयोर्मित्रम् पदत्रद्वयम् यत्तद्भक्तिभरा न तेन शिरसा यत्र क्वचिद्बिभ्रति द्वित्रब्रह्मविनाडिकावधिपदव्यप्त्या स शङ्का भरत्रासोत्कम्पदशाभिषम् स्थूलधृतिस्त्रैविष्टपानाम् गणः पद्माकांत पदांतरंग विभव द्रिक्तं पदत्रं भजे यद्भक्त्या नमतां त्रिविष्टपसतां चूड़ापदेश्वर्पितम् नित्यापीतनखेन्दुदीधिति सुधा सन्दोहमुच्चैर्वमत्यन्तर्नूनममान्तमन्तिकलसच्छेशापटच्छद्मना तद्विष्णोः परमं पदत्रयुगळं त्रय्यन्तपर्यन्तगम् चिन्तातीतविभूतिकं वितरतु श्रेयांसि भूयांसि नः यद्विक्रान्तिदशसमुत्थितपदप्रस्यन्दिपाथस्विनी सख्येनेव सदा न तस्य तनुते मौलौ स्थितिं शूलिनः अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद्गम्यते क्लेशेनापि कियद्व्यलङ्घिरभसो तुङ्गैः प्लवङ्गेश्वरैः विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरता किं तैः केशवपादुकगुणमहां बोधेस्तटस्था वयम् पदकमलरजोभिर्वासिते रङ्गभर्तुः परिचितनिगमान्ते पादुके धारयन्तः अविदितपरिपाकं चन्द्रमुत्तं सयन्ते परिणतभुवनं तत्पद्ममध्यासते वा सकृदपि किल मूर्धा शार्ङ्गिणः पादुके त्वाम् मनुजमनुवहन्तम् देहबन्धव्यपाये उपचरति यथार्हम् देववर्गस्त्वदीयः स तु नियमितभृत्यः जोषमास्ते कृतान्तः पदसरसिजमेतत्पादुके रङ्गभर्तुः प्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना तदिदमपरधा चेत् तिष्ठतस्तस्य नित्यम् कथमिव विदितार्थास्त्वां भजन्ते महान्तः श्रुतिशिरसि निगूढं कर्मणाञ्चोदितानाम् त्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् परिहसति मुरारेः पादुके बालिशानाम् पशुवधपरिशेषान् पण्डितो नाम यज्ञान् जनयितुमलमर्घ्यं दैत्यजित्पादरक्षे नमति महति देवे नाकसिन्धोर्विशीर्णाः मुहुरहिपतिचूडामौलिरत्नभिघातात् परिणतलघिमानः पाथसामूर्मयस्ते पदसरसिजयोस्त्वम् पादुके रङ्गभर्तुः मनसि मुनिजनानाम् मौलिदेशे श्रुतीनाम् वचसि च सुकवीनाम् वर्तसे नित्यमेका तदिदमवगतन्ते शाश्वतं वैश्वरूप्यं परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिं परिणमयसि शौरेः पादुके त्वं सुवर्णं कुहकजनविदूरे सत्पथे लब्धवृत्तेः क्व नु खलु विदितस्ते कोऽप्यसौ धातुवादः।